मङ्गलानि अचिन्तयन् आकङ्खमानसोत्थानम् ब्रूहि मङ्गलमुत्तमम् ब्रूहि मङ्गलमुत्तमम् ब्रूहि मङ्गलमुत्तमम् असेवना च बालानम् पण्डितानम् च सेवनाम् पूजा च पूजनीयानम् पतिरूपदेशवासो च पूबे च कथ पुण्यता अत्तसम्मा फणिदे च एतं मङ्गलमुत्तमम् एतं मङ्गलमुत्तमम् एतं मङ्गलमुत्तमम् बाहुः सच्चं च सिक्कं च विनयो च सुशिक्षितौ सुभाषिता च या वाचा एतं मङ्गलमुत्तमम् एतं मङ्गलमुत्तमम् एतं मङ्गलमुत्तमम् अनाकुला च सम्मन्ता एतं मङ्गलमुत्तमम् एतं मङ्गलमुत्तमम् एतं मङ्गलमुत्तमम् दानं च धर्मचर्या च ज्ञातकानं च सङ्गहो अनवज्जानि कम्मानि एतं मङ्गलमुत्तमम् एतं मङ्गलमुत्तमम् एतं मङ्गलमुत्तमम् आरति विरति पापा मज्जपाना च संयमो अप्रमादो च धम्मेषु एतं मङ्गलमुत्तमम् एतं मङ्गलमुत्तमम् एकं मङ्गलमुत्तमम् गारवो च निवातो च सन्तुष्टी च कथन्युता कालेन धम्म श्रवणम् एतं मङ्गलमुत्तमम् एकं मङ्गलमुत्तमम् एकं मङ्गलमुत्तमम् शोभसदा समणानं च दर्शनम् कालेन धम्म साकच्छा एतं मङ्गलमुत्तमम् एतं मङ्गलमुत्तमम् एतं मङ्गलमुत्तमम् तपो च ब्रह्मचर्यं च आर्यसहजान दर्शनम् सच्चिकिर्याच एतं मङ्गलमुत्तमम् एतं मङ्गलमुत्तमम् एतं मङ्गलमुत्तमम् पुट्टस्य लोकदमेहि चित्तं यस्य न कम्पति अशोकं विरजं खेमम् एतं मङ्गलमुत्तमम् एतं मङ्गलमुत्तमम् एतं मङ्गलमुत्तमम् एतादृशानि कृत्वाना सर्वथम् अपराजिता सर्वथ स्तुतिं रचन्ति तं तेषां मङ्गलमूर्तयम्